नमस्कारः लृट् लकारः इति करपुत्रम् अनुवर्तते, तत्र चतुर्थः बिन्दुः वर्तते, अतिदेशः इति, ततः आरभ्य पश्यामः. पठति वा भगिनि एकम्? अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा तस्मात् भिन्नो भवति, अनेन नूतनलक्षणम् अध्यारोप्यते. अष्टाध्याय्यां प्रथम अध्यायस्य द्वितीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि, विरलतया अन्यत्र अपि प्राप्यन्ते. एभिः सूत्रैः त्रयाणां गुणानाम् अध्याहार नित्वं चित्वम् अकित्वं च. प्रथम अध्यायस्य द्वितीयपादे प्रथमसूत्रात् इत्यस्मात् आरभ्य प्रथमाध्यायस्य द्वितीय पादे षड्विंशतिसूत्रम् इति यावत् इति अतिदेशप्रकरणम्. तस्मिन् च प्रथमचत्वारि सूत्राणि सामान्यानि. प्रथमादशद्वितीयपादे पञ्चम इत्यस्मात् आरभ्य विशिष्टसूत्राणि सामान्यानि सर्वाणि आददातुकप्रत्ययायाम् एव. अतिदेश इति सूत्र इत्यस्य अर्थं किमस्ति? यत्र प्रत्ययस्य स्वभावः परिवर्तते अन्य स्वभावः अध्यारोपते इति भवति. अतिदेश प्रभाव अध्यारोपते इत्युक्ते कुत्वं कुत्वं यदि इति अतिदेशसूत्राणि यदि आगच्छति तस्य अष्टाध्याय्यां प्रथमाध्याये पाठे प्रथमसूत्रात् आरभ्य प्रथमपञ्चसूत्राणि प्रथम चत्वारि सूत्राणि सामान्यसूत्राणि. तदनन्तरं पञ्चसूत्रात् आरभ्य सर्वे भगिनी ध्वनिः न श्रूयते भगिनि. प्रथमचत्वारि सूत्राणि ये सन्ति तेषु एकमस्ति सार्वधातुकम् अभ्यत् तत् सार्वधातुकं प्रक्रियायां कार्यं करोति. अन्यत् त्रीणि सूत्राणि अन्यानि त्रीणि सूत्राणि अपि सामान्यसूत्राणि आर्द्रजातकप्रक्रियायां तदपि पठतु भगिनि. अनन्तरं एकमेव अतिदेशसूत्रं सार्वधातुकम् प्रथम अध्यायस्य द्वितीयपादे इदं च सामान्यम् अतिदेशसूत्रम्. अवशिष्टत्रीणि सामान्यानि अतिदेशसूत्राणि आर्धधातुकप्रत्ययां भवन्ति. लुट् लकारपर्यन्तम् अतिदेशसूत्रचिन्तनम् अधिकं न अपेक्षितम् आसीत्. यतोहि सार्वधातुकप्रत्ययां केवलं सार्वधातुकम् अप्युत् तदा आर्धधातुकप्रत्ययां यत्र इडागमः न भवति प्रेणार्थे रिच् कर्मणि भावे यक् परस्मैपदि आशीष लिङ् यङन्ता यङ्लुगन्ता च इत्येव सर्वे अनिदादयत् येषु स्थलेषु अतिदेशसूत्राणि न प्रसक्तानि. लिट् लकारे अतिदेशचिन्तनम् अधिकम् अपेक्षितम् आसीत्. अत्रापि लिट् लकारे तथैव भवति. उभयत्र किन्तु केवलं सामान्यम् अतिदेशचिन्तनं धातुम् अधिकृत्य विशिष्टचिन्तनम् न अपेक्षितम्. भगिनी लुट् लकारे वयम् अतिदेशसूत्राणि दृष्टवन्तः धातु? आं भगिनि आं सत्यं. लकारपर्यन्तो लुट् लकारपर्यन्तम् अतिदेशसूत्रचिन्तनम् नास्ति इति अस्ति. किन्तु तदनन्तरं यद् लुट् लकारस्य लुट् लकार वा लिङ् लकार लिङ् लकार लुट् लिङ् लिट् चत्वारि सूत्राणि ये चत्वारि लकाराः सन्ति तत्र अतिदेश अतिदेशप्रत्ययाः आगच्छन्ति. तत्र अत्र आर्धधातुकप्रक्रियायाः कुत्र अस्ति यथा उदाहरणरूपेण दत्तमस्ति प्रेणार्थे रिच् कर्मणि भावे यत् प्रेणार्थे रिच् यत् अस्ति तद् इडागमः इडागमः नास्ति इति सूत्राणि ये सन्ति तत् एतागमस्य प्रयोगः नास्ति. प्रेणार्थे तत् अस्ति तत् यत् काङ्कुटादिभ्यो तत्र यत् कुटादिभ्य या काङ् यत् अस्ति नित् भिन्नस्य भवेत् तो तत्र प्रसक्तिः एव नास्ति. कर्मणि भावे यक्कित् अस्ति तत्रापि तत्र स्वस्यै प्रभावः अस्ति कर्मणि भावे कित् तस्य अन्यसूत्रस्य कार्यम् आवश्यकता नास्ति द्वितीयसूत्रस्य. परस्मैपदी आशीलिङ्ग् अपि तथैव अस्ति लिङ्ग् तत् या सूत्र यथा सति किदाशीष अग्रे दत्तमस्ति किदाशीष इति सूत्रेण कित् भवति तत्रापि अन्यसूत्रस्य प्रसक्तिः न भवति. यङन्त यङ्गुवन्त ते तस्य रूपेण ते बिङित् अस्ति ते अङित् सन्ति स्वस्य स्वभाव स्वभावेन तत्रापि अन्यसूत्रस्य अतिदेश सूत्रस्य प्रसक्तिः नास्ति. लुट् लकारे अतिदेशचिन्तनम् अधिकम् अपेक्षितम् आसीत् अत्र लुट् लकारे तथैव च यथा लुट् लकारे वयं दृष्टवन्तः अतिदेशसूत्रस्य प्रसक्तिः प्राप्ति यत् अतिदेशसूत्रेण कित् नित् भवति इति तथैव लुट् लकारे अपि भवति. अति उभयत्र सामान्यचिन्तनम् अस्ति किन्तु धातु अधिकृत्य अधिकृत्य के विशिष्टसूत्राणि अपि आगच्छन्ति. अरुणा भगिनी शुभाशय दीपावली शुभाशय भगिनी क्षम्यताम् अद्य अहम् ई पत्र प्रेषितवती. हरि ओम् भगिनि न श्रूयते म्यूटेड् अस्ति. नमस्कारः भगिनि. दीपावलिशुभाशयः भगिनि. नमस्ते भगिनि. नमस्कारः भगिनि. दीपावलिशुभाशयः भगिनि. वयं तु तत्र क्षम्यताम् अहं वर्गं तत्र तत्र विरामं न स्वीकृतवती. तत्र किम् अस्ति अत्र वयं लघुभागः एव अस्ति इति कृत्वा एकवारं पठामः इति चिन्तितवन्तः वयं. तत्र तु अतिदेशः इत्यस्मिन् गाङ्गुटादिभ्यो निन्नित् इति पठनीयं भगिनि. धातोः स्थाने यः गाः धातुः तस्मात् कुटादिगणेभ्यः धातुभ्यः भिन्नप्रत्यय नित्वत् भवति. कुटादिगणे पञ्चत्रिंशत् धातवः सन्ति. सर्वे धातवः कुटादिगणे सन्ति. कुट आदि येषां ते कुटादयः बहुव्रीः. गाङ्क कुटादयः ते गाङ्कुटादयः तेभ्यः कुटादिभ्यः. भगिनि तस्य पूर्वम् एक परिच्छेदम् अस्ति तदपि पठतु. लुट् लकारात् आरभ्य सर्वत्र. ओके भगिनि. लुट् लकारात् आरभ्य सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति. लुटि घुटि च येषां त्रयाणामपि कार्यं भवति. एतोक्तं च उभयत्र विशिष्ट अतिदेशसूत्राणि न अपेक्षितानि. अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययः अवलम्ब्यते. यत्र यत्र आजुधातुकप्रक्रिया प्रवर्तते तत्र सर्वत्र येषां त्रयाणां प्रसक्तिः भवति. अतः अत्र सामान्यसूत्रम् इत्युक्तौ प्रत्ययम् अवलम्ब्य न तु धातु अवलम्ब्य. भगिनि हरि ओम्। अद्य किं न जाने मम पक्षात् वा ध्वनिः तत्र सम्यक् एव न श्रूयते कस्यापि ध्वनिः। बहिर्गत्वा पुनः आगच्छामि। हरि ओम् भगिनि, भवत्या ध्वनि सम्यक् श्रूयते। मम श्रूयते वा? अहं बहिर्गत्वा आगतवती। भवत्या पूर्वमपि बहु सम्यक्। ओ एवं वा? न श्रुतं भगिनि, कियत् पठितम् इति न अवगतम्। त्रीणि सूत्राणि तस्य अनन्तरं यत् परिचितमस्ति तद्। किन्तु भगिनी अधुना न श्रूयते खलु भगिन्याः ध्वनिः? न अस्तु, अहं पठामि तर्हि। गाङ्कुटातिभ्यो णिन्त् इङ् धातोः स्थाने यः गाङ् धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः णित् निद् निभिन्नप्रत्ययः निद्वद्भवति। अस्तु, यत्र इङ् धातोः स्थाने गाङ् धातुः यदा आदेशः भवति तदा तु तस्मात् परे विहितः निन्निद्भिन्न प्रत्ययः तु निद्वद्भवति। तथा एव कुटादिगणेभ्यः धातुभ्यः विहितः यः निन्निद्भिन्नप्रत्ययः निद्वद्भवति इति। अस्तु, कुटादिगणे पञ्चचत्वारिंशत् धातवः सन्ति। सर्वे धातवः तुदादिगणे सन्ति। कुटः आदि येषाम् आदिरेषां ते कुटादयः बहुव्रीहिः। गाङ् च कुटादयश्च ते गाङ्कुटादयः तेभ्यः कुटादिभ्यः गाङ्कुटादिभ्यः। ञ्च तयोरितरेतरद्वन्द्वः नौ इतौ यस्य सः मित् बहुव्रीहिः। न मित् अणित् द्वन्द्वगर्भबहुव्रीहिः। स्वयं सूत्रं स्वयं सम्पूर्णं गाङ्कुटादिभ्यः अनित्। लृटिस्य प्रत्ययः नित् भिन्नः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः सिद्धतिङ्प्रत्ययः सर्वे निद्वद्भवन्ति। ततः सर्वत्र नीति च इति सूत्रेण गुणनिषेधः भवति। एतदेव गाङ्कुटादिभ्योणिनित् इत्यस्य प्रयोजनं, गुणनिषेधः। अत्र प्रश्नः उदेति, किमर्थम् उच्यते यत् गाङ्कुटादिभ्योणिन्यत् केवलम् आर्धधातुकप्रक्रियायां? किमर्थं सार्धधातुकप्रक्रियायाम् अस्य कार्यं न स्यात्? अस्य उत्तरं यस् कुटादिगणः तुदादिगणः कश्चन अन्तर्गण कुटादिगणः तुदादिगणे कश्चन अन्तर्गणः नाम सर्वे कुटादिगणीयाः धातवः तुदादिगणे एव। तुदादिगणे विकरणप्रत्ययः श, तस्य च श प्रत्ययस्य अपि त्वात् सर्वत्र तुदादिगणे धातौ गुणनिषेधः। गाङ्कुटादिभ्यो निन्नत् इति सूत्रस्य कार्यं तु गुणनिषेधः एव। यः सार्वधातुकप्रक्रियायां तुदादिगणे सार्वधातुकमपि इत्यनेन साधितः, अतः सार्वधातुकप्रक्रियायां तुदादिगणे गाङ्कुटादिभ्यो निन्नत् इति सूत्रं निष्प्रयोजनम्। अपि च यथा अग्रे उच्यते, गाङ् धातुः सार्वधातुकप्रक्रियायां न भवति, यतोहि अयं गाङ् इङ् धातोः स्थाने एव भवति। सः च धात्वादेशः लिटि लुङि लृङि हि नाम केवलम् आर्धधातुकप्रक्रियायाम् इति। अस्तु, अवगतं। तर्हि गाङ्घटादिभ्यो निन्नित् वदति, यत्र गाङ् इति धातुभ्यः ये प्रत्ययाः विहिताः भवन्ति ते तु यदि निद्भिन्नप्रत्ययाः सन्ति चेत् ते तु निद्वद्भवन्ति इति भवन्ति इति। अत्र गाङ् धातोः विधानं कुत्र भवति इति पृच्छामः चेत्, इङ् धातोः स्थाने गाङ् धातोः आदेशः धात्वादेशः भवति इति प्रथमविषयः। द्वितीयः अस्ति, कुटादिगणीयानां धातूनां परे अपि यत्र तत्र निद्भिन्नप्रत्ययः विधीयन्ते तदा तु ते प्रत्ययाः पुनः निद्वद्भवन्ति इति। तर्हि अत्र प्रश्नः उदेति, अत्र नित् विधानं किमर्थम् इति? तत्तु गुणसाधनार्थं, गुणनिषेधार्थम् इति, गुणनिषेधार्थम् इति तत्र अवगच्छामः। नित् इत्यनेन गुण नीति च इत्यनेन गुणनिषेधः भवति। तर्हि अग्रे प्रश्नः पृष्टः अत्र किमर्थम् आर्धधातुकप्रक्रियायामेव अस्य कार्यं सार्वधातुके किं जायते इति. प्रथमः तु गाङ् इति धातोः आदेशः तु सार्वधातुकप्रक्रियायां न भवन्ति एव. धात्वादेशाः सर्वे तु केवलम् आर्धधातुकप्रक्रियायामेव तत्र विवक्षा वर्तते, सार्वधातुकेषु न भवन्ति इति कृत्वा गाङ् इति भागस्य पुनः सार्वधातुकप्रक्रियायां तत्र आवश्यकता नास्ति. तत्र तु केवलम् आर्धधातुकप्रक्रियायां प्रवर्तते. तदनन्तरं कुटादिगणीयः इति यत्र वदामः ते तु तुदादिगणे गणस्य अन्तर्भाग तत्र गणः वर्तते. तर्हि तुदादिगणीयाः धातवः ये सन्ति कुटादिगणीयधातुः अन्तर्भूतः अस्ति इति कृत्वा तेषां तु तत्र शप्रत्ययः वर्तते. यः अपित् अस्ति शप्रत्ययः सार्वधातुकप्रत्ययः षित् इत्यनेन सार्वधातुकसंज्ञा प्राप्नुवन्ति. अनन्तरम् अपित् अपि अस्ति इति कृत्वा सार्वधातुकम् अपित् निद्वत् इत्यनेन इति सूत्रेण सार्वधातुकम् अपित् इति सूत्रेण ते तु निद्वत्त्वं प्राप्नुवन्ति, गुणनिषेधः च भवति इति कृत्वा तत् औत्सर्गिकसूत्रं वर्तते इति कृत्वा अस्य सूत्रस्य तत्र प्रायः कार्यं न भवेत् इति कृत्वा तत्र न प्रयुज्यते. केवलम् आर्धातुकप्रक्रियायामेव अस्य प्रयोजनं भवति इति कृत्वा अत्रैव प्रयोजनम्. अत्र पूर्णसूत्रमपि आर्धधातुकप्रक्रियायामेव तत्र चिन्त्यते इति. अस्तु, अरुणा भगिनी आगतवती वा, पठितुं शक्नोति वा? पूर्णं परिचयः भगिनी पठितवती, तत्र इति दत्तमस्ति तत् धातु अवलम्ब्य इति अतिदेश स्वभावः न भवति, केवलं प्रत्यय अवलम्ब्य इति भवति. अस्तु, कुत्र अस्ति, अग्रे आगच्छति वा? तत्र तावत् मया तु न कुत्र कुत्र अस्ति भगिनि, हरि ओम्. क्षम्यतां, म्यूट् मध्ये वदन्ती अस्मि. पूर्वं यत् भवती पठितवती पूर्वं यत् उपरि अस्ति तत्र दत्तमस्ति सामान्यसूत्रम् इत्युक्ते प्रत्यय अवलम्ब्य न तु धातु अवलम्ब्य इति. अतिदेशत्वं वा न, अत्र तु प्रत्ययमपि अवलम्ब्य धातुमपि अवलम्ब्य भवति खलु. तत्र सामान्यचिन्तनं तु अतिदेशचिन्तनं तु केवलं प्रत्ययम् अवलम्ब्य भवति यत्र सार्वधातुकम् अपित् इति. किन्तु अग्रे यानि सूत्राणि गाङ्गुटादिभ्यो निन्नित् विजयित् विभाषार्णोः इति एते त्रीणि सूत्र एतेषां त्रयाणामपि कार्यं दातुम् अपि अवलम्ब्य भवन्ति खलु. दातुम् अवलम्ब्य अनन्तरं पुनः प्रत्ययमपि अवलम्ब्य भवन्ति, केवलं सार्वधातुकमपि तत्र प्रत्ययमवलम्बी भवति इति वा? आम् आं, तदेव उक्तमस्ति भगिनि. अस्तु, सार्वधातुकमपि किमर्थमित्युक्ते सार्वधातुकमपि इत्युक्ते किम् अस्ति, केवलं प्रत्ययः अस्ति, तत्र विशिष्टतया धातोः उल्लेखः तत्र नास्ति खलु. सार्वधातुकप्रक्रिया अस्ति चेत् तत्र अपित् अस्ति चेत् तत्र प्रत्ययमवलम्ब्य निद्वद्वं विधीयते एव सार्वधातुकमपि इत्यनेन. अत्र धातोः तु चिन्तनं न आवश्यकमेव. किन्तु यत्र गाङ्गुटादिभ्यो निर्मित भवति तत्र तु धातुमपि अवलम्ब्यते खलु, धातोः चिन्तनमपि क्रियते. यत्र गाङ्गुटापि सामान्यसूत्राणि प्रत्यय अवलम्ब्य सार्वधातुकम् अपि इति एकं सूत्रमेव प्रत्ययम् अवलम्ब्य गाङ्गुटादिभ्यो विजये विभाषो ते अपि सामान्यसूत्राणि सि यथा उक्तम् उपरि स्थूलाक्षरे उपरि यत् वाक्यमस्ति यथोक्तम् आर्धधातुकप्रक्रियायां त्रीणि सामान्यानि अतिदेशसूत्राणि तानि एतानि अतिदेशसामान्यानि सन्ति. किमर्थमित्युक्ते दातुम् अवलम्ब्य सामान्यानि सन्ति. किमर्थमित्युक्ते अग्रे ये सूत्राणि यानि सूत्राणि आगच्छन्ति तानि तु बहु विशिष्टतया भवन्ति. अत्र तु केवलं तत्र किम् अस्ति प्रथमसूत्रं पश्यामः चेत् निर्भिन्न इति उक्तमस्ति, अन्यत्र सर्वत्र भवति. विजयिट् इत्यस्यापि किम् अस्ति, विजयिट् इत्यस्य प्रत्ययः अवलम्ब अस्ति. यदि प्रत्यय अडागम इडागम भवति तत्र कार्यं करोति. अत्र दत्तमस्ति, अत्र सामान्यसूत्राणि इत्युक्ते प्रत्यय अवलम्ब्य यत्र यत्र अर्धधातुकप्रक्रिया प्रवर्तते तत्र सर्वत्र एषां त्रयाणां प्रसक्ति भवति. तत्तु सार्वधातुकम् अपि इत्यस्मिन् परिचये वर्तते खलु? न, नाट् नेसेसरी भगिनि इति मम. पश्यतु, सार्वधातुकप्रक्रियायाम् एकमेव अतिदेशसूत्रं सार्वधातुकम् अपि, इदञ्च सामान्यम् अतिदेशम्. अविशिष्टानि सामान्यानि अतिदेशसूत्राणि आर्धधातुकप्रक्रियायां भवन्ति. सार्वधातुकप्रक्रियायाम् एकमेव अस्ति, अवशिष्टानि तु आर्धधातुकप्रक्रिया. उपरि तत् सार्वधातुकमपि तत् उपरि दत्तमस्ति भिन्न परिच्छेदे. अत्र अस्ति केवलम् इति त्रीणि सूत्राणि. अत्र उल्लेखः एव कृतः खलु, तर्हि कथं वक्तुं शक्यते धातुम् अवलम्ब्य नास्ति इति कथं वक्तुं शक्यते? सूत्रे एव धातोः तत्र प्रतिपदोक्तत्वं सूत्रे दत्तमस्ति, किन्तु यत् कार्यं भवति यत् भगिनि तत्र केवल गाङ्ग् यत् मीन्स् इङ्ग् तस्य गाङ्ग् आदेश कुटादि ये गणे. ऐ थिङ्क् वाट् महोदय मीन्स् हियर् इस् ऐ नो वेर् इट् सेस् अतिदेशचिन्तनं दातुम् अधिकृत्य न अपेक्षितम् इति. तत्र अहं पुनः ध्वनिमुद्रा शृणोमि इति महोदय पृष्टवान् पुनः कस्मै पृष्टवान् अहं न स्मरामि. तत् इति पृष्टवान् धातु अवलम्ब्य वा प्रत्यय अवलम्ब्य इति. किन्तु यत्र अत्र प्रतिपदोक्तत्वं वर्तते, कथं वक्तुं शक्यते धातुम् अवलम्ब्य नास्ति इति? इत्युक्ते अन्यधातूनां न भवति खलु, अन्यत् उदादि कुटादिगणधातूनां विहाय दातवः विहाय अन्येषां तुदादिगणीयधातूनाम् अस्य सूत्रस्य प्रसक्तिः नास्ति. कुटादिगणे धातवः सन्ति. अनन्तरम् इङ् धातुं विहाय अन्यधातूनां विषये अपि गत्य विज् धातु उणो धातु विभाषा उणो गाङ् कुटादि इङ् धातु यत् गाङ् आदेश अस्ति अपि कुटादिगणे धातवः तत्र तु तदेव तदेव. अस्तु गच्छामः. अरुणा भगिनी पठति वा भगिनी अग्रे? अधुना आडियो सम्यक् अस्ति वा? विमला भगिनी अपि अस्ति भगिनि. दृष्टवती. अरुणा भगिन्याः पर्यायः न जातः इति कृत्वा पुनः पृष्टवती. विमला भगिनी पठति वा भगिनि? नमस्कारः भगिनी, क्षम्यताम् अत्र. नमस्कारः, अहं विलम्बेन आगतवती, क्षम्यताम्. दीपावलिपर्व कुतः पठनीयं? तत्र वयं तु तत्र अतिदेशः इति भागः अस्ति खलु, ततः कुर्मः. अधुना एव गाङ्गुटादिभ्यो निमित् इति सूत्रं पठितम्. अग्रे तु इति उक्तमस्ति. अत्र किम् आहत्य चिन्तनं कथं प्रवर्तितम् इत्युक्ते प्रवर्तमानमस्ति इत्युक्ते सार्वधातुके तु एकमेव अतिदेशं वर्तते, सार्वधातुकम् अपि कृते. सार्वधातुकप्रत्याः ये अपितः सन्ति तेषां वयं नित्यत्वम् आरोपयामः खलु, गुणकार्यविषयार्थम् आरोपयामः. किन्तु यत्र आर्धातुकप्रक्रिया भवति तत्र तु त्रीणि सूत्राणि गाङ्गुटादिभ्यो निर्मित् विपाषाणोः इति त्रीणि सूत्राणि वर्तन्ते. तत्र गाङ्गुटादिभ्यो निर्मित् इति पश्यामः चेत् यद्यपि तत्र सार्वधातुकम् आरुधातुकम् इति सूत्रे तु न उक्तम् अस्ति, किन्तु सार्वधातुकविवक्षायां तत्र कार्यमेव न भवति अपेक्षितं. किमर्थम् इत्युक्ते युद्धधातोः स्थाने गाङ्ग् आदेशः केवलं लिट् लुङ् लङ्गे भवति. तथा एव तत्र कुटादिगणः तु तुदादिगणस्य अन्तर्गणः इति कृत्वा सार्वधातुकविवक्षायां सार्वधातुकम् अपि तुदादिगणस्य तु श प्रत्ययः अपि तस्ति इति कृत्वा तत्र सार्वधातुकम् अपि इत्यनेनैव गुणनिषेधः जायते. सूत्रस्य प्रयोजनं नास्ति इति चिन्तनं तर्हि कुत्र कित् ङित् ङित् तथा पठनीयं वा इति सूत्रमस्ति यः प्रत्ययः कगिति च यः प्रत्ययः गित् कित् अथवा ङित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकस्थाने गुणः वा वृद्धिः वा भवति स्म सः गुणः वृद्धिः न भवति ग च क च ङ च तेषाम् इतरे च द्वन्द्वः ङः ङः इतः यस्य सः कङित् तस्मिन् परे ङिति द्वन्द्वगर्भबहुव्रीहिसमासः अत्र ग स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः किति कीर्तिसप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको गुणवृद्धिः इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य शब्दः अस्ति न जानामि कुतः भवत्याः इको गुणवृत्ति इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोप आर्धधातुक इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं घिति च इकः गुणवृद्धिः न अत्र घिति च इत्युक्ते अस्य सूत्रस्य विषये किञ्चित् उक्तमस्ति यः प्रत्ययः गित् कित् या ङित् अस्ति तस्य पूर्वं गुणकार्यं निषिद्धमस्ति नुगुणं वा वृद्धि वा निषिध्यति एतेषां प्रत्ययानां परे स्थित्वात् इति उक्तं भगिनि यत् प्रत्ययस्य कारणेन गुणः वा वृद्धि वा जायमानः अस्ति परन्तु तस्मिन्नेव प्रत्यये गित् कित् या ङित् अस्ति तदा सः गुणः वृद्धिः च न जायते इति एकः गुणः या वृद्धि वा न जायते अग्रे प्रेरणार्थे णिच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ् यङताः यङ्लुगन्ताः इत्येतेषु अनिडादिषु गाङ्कुटादिभ्यो अन्यनिङित् इत्यस्य कार्यं किमर्थं न जातम् णिच् णित् इत्यतः सूत्रस्य प्रसक्तिः नास्ति अपरेषु स्थलेषु खित्वात् ङित्वात् च गुणनिषेधत्वात् गाङ्कुटादिभ्यो ञनिङित् इत्यस्य किमपि फलं नास्ति यः कित् अस्ति परस्मैपदे आशीर्लिङ्गि किदाशिषि इत्यनेन आशिषि लिङ्गः या सुट्कित् अस्ति यं च ङितेव अस्ति अत्र अस्य सूत्रस्य प्रसक्तिः कदा न भवति प्रसक्तिः नास्ति इति उक्तमस्ति यदि प्रेरणार्थे वा स्वार्थे वा णिच् अस्ति तत्र णिच् णित् अस्ति सूत्रः अणित् अण्यत् अपि च तदा एव ङित् भवति णित् तु णित् अस्ति अणित् नास्ति कर्मणि भाव यक् यक् तु खित् अस्ति खित्वा गुणवृद्धिनिषेधं करोति तथा एव परस्मैपदे आशीर्लिङ्गे यासुट् किदाशिषि इत्येन खित्वं प्राप्नोति तदपि गुणनिषेधं करोति गुणवृद्धिनिषेधं करोति अपि च यङ्गन्तः यङ्लुगन्तः ङित् सन्ति इति कृत्वा ङित्वात् पुनः गुणवृद्धिनिषेधः भवति अस्य सूत्रस्य आवश्यकता नास्ति एतेषु स्थलेषु कित् ङित् ङित् एतादृशेषु प्रत्ययेषु परेषु इगन्तधातूनाम् इक्वर्णस्य सार्वधातुक आर्धधातुकयोः इत्यनेन हलन्तधातूनां च उपधायां स्थितस्य लघु इक्वर्णस्य पुगन्तलघुपदस्य च इत्यनेन गुणः न भवति अतः एभ्यः पञ्चत्रिंशद्भ्यः कुटादिभ्यः धातुभ्यः गुणकार्यं न भवति येषां कुटादीनां धातूनां लृट्लकाररूपाणि साधयिष्यामः अग्रे गत्वा प्रत्येकस्मिन् धातुसमूहे यदा मया उक्तं तदेव सार्वधातुक अर्धधातुक इत्यनेन धातोः इगन्तधातोः इक्वर्णस्य गुणं भवति हलन्तधातूनाम् उपधायां स्थितस्य लघु इक्वर्णस्य गुणं भवति परन्तु एतेषां कित् ङित् ङित् धातूनाम् उपस्थिते एषः इगन्ताङ्गस्य गुणः अपि च उपधावर्णस्य लघु इक्वर्णस्य गुणः न भवति. साधु भगिनी, अग्रे विजय इति केनापि पठनीयं खलु, कि अहम् अग्रे गच्छामि. भव्या भगिनी अग्रे पठतु भगिनि. हा, विजय इट् तुदादिगणीय विज् धातुतः ओ विजि भयचलनयोः इत्यस्मात् सर्वे विधीयमानाः इडादिप्रत्ययाः ङित्वत् भवन्ति. उद्विजिता, उद्विजितुम्, उद्विजितव्यम्. इट् इति किम्? उद्वेजनम्, उद्वेजनीयम्. विजः पञ्चम्यन्तम्, इट् प्रथमान्तं, द्विपदमिदं सूत्रं. गाङ्कुटादिभ्यो अन्यणि ङित् इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं विजः इट् ङित्. अत्र भातु विज् विज् धातोः इडागमः भवति. सर्वे विधीयमानाः इडादिप्रत्ययाः गित्पद् भवति, यथा तृच् तुमुन् अपि च तव्यत्. एतेषां प्रत्ययानां परे विज् धातुतः विज् धातुः सेट् अस्ति. निज्विज् न निज्विज् विज् धातुः अनिट् खलु? परन्तु अत्र कथम् इडागमः भवति? प्रत्ययः इडनुकूलः अस्ति अस्त्यपि यत् धातुः अनिट् अस्ति कथं न जानामि. पठनीयं पुनः. उद्विजिता इता इतुम् इतव्यम् इति विद्युत् धातुत्रयं वर्तते भगिनि. अस्तु, एकः उद्वेजि इत्येव धातुद्वयं वर्तते. ओविजि, अस्तु, ओविजि इत्येव धातुद्वयम्. अनन्तरं विद्युर् इति पृथक् भावे इति जुहोत्यादिगणस्य धातुः अस्ति. अहं मन्ये तदेव अन्यत् विद्युत् पृथक् भावे ओवेजि इति तुदादिगणस्य उपाधिगणस्य सेतुमस्ति. ओके, यतोहि अस्माकम् आवल्यां यो विदर्शिज् अस्ति तत् पृथग्भावे अनिट् अस्ति. ओविजि इति सेट् अस्ति. आम्, सुदादिगणे य विज् अस्ति तत् सेट् अस्ति. आम् आम्, ओविजि इति विज् सुदादिगणे अस्ति. अपि च रुधादिगणे अपि अस्ति. द्वावपि सेट् अस्तु. केवलं जुहोत्यादिगणे अनिट् अस्ति. अस्तु, विज् धातुः इट् इति किम्? उद्वेजनम्, उद्वेजनीयम् इत्युक्ते अत्र त्रच् तुमुन् त्रव्यत् एतेषाम् एते वलादि आर्धधातुकप्रत्ययः तेन कारणेन इडागमः भवति. तस्मात् विद्विजिता उद्विजितुम् उद्विजितव्यमिति अस्ति. यत्र इडागमः न भवति यथा ल्युट् प्रत्यये परे, अनियर् प्रत्यये परे, तत्र इडागमः न भवति. तत्र उद्वेजनम् अपि च उद्वेजनीयमिति रूपद्वयम्. अत्र किमर्थं तत्र तुदादिगणे इति उक्तम् अस्ति? तत्र अन्यः तुदादिगणीयधातोः नास्ति वा? सूत्रे तु न उक्तमस्ति. इत्येव उक्तमस्ति. अत्र न जानामि किमर्थं रुधादि द्रष्टव्यं, तस्य रूपं द्रष्टव्यं भगिनि. तदा रुधादिगणे अपि विजिता, विजितारो, विजितारः इति अस्ति. इत्युक्ते इतौ इडागमः भवति, विजिष्यति इति इडागमस्य लुटि लृटि च इडागमः अस्ति द्वयोः अपि. उभयता अपि भवति खलु? आम् आम् आम् भगिनि. तर्हि अत्र तत्र तदेव पश्यन्ती अस्ति. तर्हि महोदयं महोदयः वक्तव्यः. मम अटेन्शन् आगतं विज् इति अहं पृष्टम् इच्छितवती किन्तु न पृष्टवती. अग्रिमे सप्ताहे इत्युक्ते जुहोत्यादिगणे अनिट् परन्तु तुदादि अपि च रुधादिगणे सेट् अस्ति विज् धातुः. तर्हि अस्माकम् आवल्यां यत् यद् दत्तं तद् जुहोत्यादिगणस्य विज् धातुः. अस्तु भगिनि, तावदेव. यदि कित्वं न आरोपितम् अथवा ङित्वं न आरोपितं तर्हि अत्र उद्वेजिता उद्वेजितुम् उद्वेजितव्यमिति भवेत् भवेत् अत्र कित्वस्य कारणात् तत्र विज् इत्यत्र वेज् इति न भवति विज् तथैव तिष्ठति उद्विजिता उद्विजितुम् उद्विजितव्यं परन्तु न न तत् अहमत्र केवलम् इडागमस्य प्रसङ्गे गुणस्य प्रसङ्गे वदन्ती अस्मि ल्युट् प्रत्ययस्य अपि च अनियर् प्रत्ययस्य परे अत्र गुणनिषेधः न भवति तेन कारणेन उद्वेजनम् अपि च उद्वेजनीयमिति रूपसिद्धं प्रश्नः उदेति विद् इति दातु ये दातु धातुना विद् इति वदनेन कथं वा जानीमः कस्य धातुः इत्यपि उक्तसामर्थ्य केवलं तत्र सेट् धातूनाम् एव वदनं भवति तत्र उल्लेखः नास्ति इति अस्तु अरुणा भगिनी पठति वा भगिनी अग्रे श्रूयते वा भगिनी अधुना श्रूयते धन्यवादः एक यथा विज् इष्यति इति एकं उदाहरणं परिच्छेदम् अहं न पठितवती अरुणा भगिनी पठति किं यथा विज् इष्यति इति पठतु भगिनि न भवती पठतु यथा विज् युग इट् योगास्यति पुगन्तलघुपद्यस्य च इत्यनेन गुण आदेशः प्रसक्तः प्रत्यय सेट् अतः नित्वत् तस्मात् किन्निति च इत्यनेन गुणनिषेधः विजिष्यति इति रूपं भवति पुगन्तलघुत कार्यं कर्तुम् आगच्छति परन्तु यद्वत् भवति तावदेव पठितवन्तः वा भगिनी क्षम्यतां भगिनी कुर्मः भगिनी विभाषणोः कुर्मः यतोहि वर्गे किञ्चित् सौकर्यं भवति खलु विभाषोर्णोः ऊर्णुधातुतः विधीयमानः इदादि प्रत्ययः विकल्पेन निद्वत् भवन्ति विभाषा प्रथमान्तम् ऊर्णोः पञ्चम्यन्तं द्वितीयपदमिदं सूत्रं विज इत् इत्यस्मात् इत्यस्य अनुवृत्तिः गाङ्कुटादिभ्यो नीनिति इत्यस्मात् नित् इत्यस्य अनुवृत्तिः अनुवृत्तिसेतुसूत्रम् ऊर्णोः इत् नित् विभाषा विभाषोर्णोः सूत्रं वदति ऊर्णुधातुतः इदादिया प्रत्यय समये प्रयुज्य विद्यमानः अस्ति चेत् विकल्पेन निद्वत् भवति अतः गुणन् एकपक्षे गुण भवति अन्ये गुणं न भवति यदा निद्वत्पक्षे ऊर्णु युग इष्यति इष्यति विकल्पेन निद्वत् अतः किन्निति च इत्यनेन एकस्मिन् पक्षे गुणनिषेधः ऊर्णु इष्यति अचिष्णु धातुर्ब्रुवां युवोर्यवङ्गौ इत्यनेन उकारान्तधातुरूपी अङ्गस्य उकारस्थाने उवङ् आदेशः भवति अजादिप्रत्यये परे ऊर्णु वा इष्यति ऊर्णु इष्यति इति रूपं भवति अपक्षे इदं तत् इदत्वं न भवति चेत् ऊर्णु युग इष्यति सार्वधातुक आर्धधातुकयोगेन ऊर्णो गुणः भवति ऊर्णो इष्यति यचो यावयावः इत्यनेन ऊर्ण इष्यति इति रूपं भवति केवलम् अत्र विभाषायातेन विकल्पेन ऊर्णुधातुतः इदागम निद्वत् भवति अतः रूपद्वयं भवति एकं निद्वत्पक्षे ऊर्णुविष्यति इति रूपम् अपच् निद्वत् आदिश्चेत् गुणं सार्वधातुक आर्धधातुकयोः इत्यनेन गुणं भूत्वा यजो यावायावः इत्यनेन ऊर्णुविष्यति इति रूपं ददाति पठामि भगिनि विजय इत् विज विज इत् विभाषोर्णोः इति द्वे सूत्रे सार्वधातुकप्रक्रियां किमर्थं न भवति? द्वे अपि सूत्रे इडागमम् अवलम्ब्य कार्यं कुरुतः, स च इडागमः सार्वधातुकप्रक्रियां न भवति एव. अत्र प्रश्नः अस्ति विज इत् विभाषोर्णोः द्वे सूत्रे किं किमर्थं सार्वधातुकप्रक्रियां न भवति इति उत्तरं समाधानमस्ति. ते अपि सूत्रे इडागम अवलम्ब्य कार्यं भवति, अतः सार्वधातुकप्रक्रियायां न इडागमः न भवति, तदेव अत्र कार्यं न भवति इति लुट्पकारस्य अतिदेशकार्याणि समाप्तानि. द्रे अपि सूत्राणि सामान्यानि, अग्रे गत्वा अपि आदिदातकप्रक्रियां सर्वत्र येषां प्राप्तिर्भवति. तर्हि एतत् एतावता अस्माभिः दृष्टं यत् एकवारं यदा तिङ्प्रत्ययः सिद्धः तदा धातुः प्रत्ययोः मध्ये सामान्य अङ्गकार्यसाधनपूर्वं त्रीणि कार्याणि द्रष्टव्यानि. किमपि पुनः पठामि भगिनि. तर्हि वदतु भगिनि. तर्हि एतावता अस्माभिः दृष्टं यत् एकवारं यदा तिङ्प्रत्ययाः सिद्धाः तदा धातुप्रत्यययोः मध्ये सामान्य अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि. वयं जानीमः धातुतः तिङ्प्रत्ययोजनसमये धातु प्रत्यय मध्ये अङ्गकार्यं करणीयं, तदर्थं के द्रष्टव्यानि इति चेत् प्रथमं धात्वादेशः, प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया. इडागमः धातोः इडागमदृष्ट्या मूलस्वभावः कः, अपि च विद्यमानप्रत्ययस्य अत्र स्या प्रत्ययस्य प्रभावेन अनेक धातुः सेट् तु न जायमानः, अथवा प्रत्ययस्य प्रभावेन सेट् धातुः तु वेट् न जायमानः. अतिदेशः केनचित् अतिदेशसूत्रेण प्रत्ययनिद्वत् अथवा द्वत् भवति वा? नावगतं भगिनि. धात्वादेशे प्रसङ्गवशात् धात्वादेशे अर्थं किं भगिनि? प्रसङ्गवशात् धातोः आकृतिः न परिवर्तनीया इति प्रश्नः. धातु आदेशः सर्वत्र भवति वा, नो चेत् प्रसङ्गवशात् भिन्नभिन्न अर्थेषु तत्र धात्वादेशे भिन्नधातुः आदेशः भवति वा इति, तदा तत्र कुत्रचित् भवति खलु, विवक्षामनुसृत्य कुत्रचित् धातु आदेशः भवति खलु, कश्चन कस्मिंश्चित् अर्थे कश्चन धातोः अन्यधातोः आदेशः भवति खलु. वयं पूर्वं पठितवन्तः न भगिनि, महोदय वदतु भगिनि, तदनन्तरं चिन्तयामः. यथा अष्टेर्भुः इति धातु आदेशे खलु, तत्तु सर्वत्र भवति, अधातुः तु नित्यं भवति, किन्तु धातोः अर्थमवलम्ब्य आदेशः भवति वा इति, कस्मिंश्चित् अर्थे धातु आदेशः भवति अन्यस्मिन् अर्थे आदेशः न भवति इति, तादृशचिन्तनं भवति वा इति पृष्टव्यम्. अधुना एव पूर्वं पठितवन्तः खलु धातु आदेशः इति, एकनिमिषं पश्यामः. भगिनि अत्र प्रत्ययस्य विद्यमानप्रत्ययस्य प्रभावेन अनेक धातुः सेतु न जायमानः. उदाहरणं किं तत्र प्रथमप्रश्नस्य उदाहरणं अत्र तत्र नास्ति इति मन्ये, तत्र अर्थम् अवलम्ब्य नास्ति, केवलं सर्वत्र भवति इति मन्ये. पूर्वतनसूत्राणि किमपि अर्थम् अवलम्ब्य नास्ति. महोदयस्य प्रश्नस्य प्रथमप्रश्नस्य उत्तरं, प्रसङ्गवशात् तु आकृतिः न परिवर्तते, केवलं प्रत्ययमनुसृत्य एव भवति खलु, प्रक्रियामनुसृत्य. आकृतिः इत्युक्ते किं भगिनि? आकृतिः इत्युक्ते स्वरूपम् इति अस्ति वा? तर्हि भू अस्तेः भू इत्यत्र धातोः भू इति आकृतिः भिन्नं खलु? भिन्नम् अस्ति, किन्तु प्रसङ्गवशात् भवति इत्युक्ते प्रायः एवमपि वक्तुं शक्यते. प्रसङ्गः भूतकालः तत्र वर्तमानकालः अस्ति चेत् परिवर्तनं न भवति, किन्तु प्रसङ्गः भविष्यत्कालः, उदाहरणं लृट् लकारः अस्ति चेत् तत्र तु भवति, आददातुकप्रत्यये परे एव भवति. तदेव खलु तस्य उत्तरम्? आं तथापि आं भगिनि, इति प्रसङ्ग इति इत्यस्य अर्थः कः इति वक्तव्यम्? अर्थः वा नो चेत् प्रायः लकारस्यपि भवति खलु इति कृत्वा तथा इडागमः इत्यस्य धातोः इडागमः दृष्ट्या इडागमदृष्ट्या मूलस्वभावः कः, अपि च विद्यमानप्रत्ययस्य अत्रस्य प्रत्य उदाहरणार्थं प्रत्ययस्य प्रभावेन अनिट् धातुः सेट् तु न जायमानः. न अनिट् धातुः तत्र भवति, साक्षात् अनिट् धातुः रुद्धनोः स्येः इति भवति खलु, तत्र तु भवति एव, तादृश उदाहरणानि सन्ति. धातोः इडागम मूलस्वभाव इडागमदृष्ट्या मूलस्वभावः कः इत्युक्ते सेटः वर्तन्ते, तत्र सप्रत्यये परे तत्र तु अनिट् प्रत्ययस्य धातोः कश्चन अनिट् धातोः सेट् भवितुम् अर्हति, प्रत्ययमधिकृत्य भवति, अथवा प्रभावेन धातुः तदपि न जायते, तत्र सेट् धातुः वेट् अपि जायते प्रत्ययमद् अनुसृत्य. उदाहरणार्थं वयं तत्र गमे परस्मे पदे अपि सम्बन्धः ट्रिपोरोल् अपि वेट् भवति अनेट् अपि भवति, वेट् अनिट् भवति. उदाहरणार्थं न वृद्ध्यश्चतुर्भ्यः इत्यपि भवति, इति तादृशं भवति. अनन्तरं तत् सूत्रं किञ्चित् विस्मयकरमस्ति भगिनि, यतोहि ते पञ्चधातवः अपि सेट् सन्ति, कृत् कृत च्रत छ्रद त्रद नृत, ये पञ्चधातवः सेट् सन्ति, परन्तु कः धातुः स्यन्दधातुः वेट् अस्ति न न न चतुर्भ्य तद् न सेसिचि सेसिचि कृतच्रतच्छदृत इति तस्य विषये अहं वदन्ती अस्मि. सेसिचि कृतच्रतच्छदृत इति अस्तु, ते सर्वे सेट् धातवः स्वभावे सर्वे वेट् भवन्ति इति. हा यथा अत्र सूत्रस्य विवरणे उक्तम् इत्यनेन कृत् चत् एते पञ्चभ्यः धातुभ्यः सिच् भिन्न सकारादिप्रत्ययस्य विकल्पेन इडागमो भवति इति अस्ति. इडागम तु एट् धातवः दे सेट् धातवः विकल्पेन इडागमः न भवति इति वक्तव्यं खलु, स्वभावतया ते सेटः. यदि द्वितीयरूपम् अस्ति, कारणम् अस्ति, विकल्पेन इडागमः न भवति इति, परन्तु अत्र सर्वत्र इडागमः भवति इति उक्तं, ते सेटः स्वभावतया एते पञ्चधातवः. तर्हि कुतः विधानम् इति खलु, भिन्नरूपेण वक्तव्यं भवति, भिन्नरूपे भिन्नरूपेण वक्तव्यं, यतोहि विकल्पे इडागमः न भवति इति वक्तव्यं. अनुसृतः आगच्छति खलु भगिनि, अनुसृतः तदेव अर्थं बोधयति, अनिर्भवन्ति इत्येव सन्ति, किन्तु तत्र सूत्रेषु लाघवार्थं केवलम् अनुवृत्तितः स्वीकृत्य रचितमस्ति इट्वा अस्तु द्वितीयप्रश्नस्य उत्तरं प्राप्तम्। अनन्तरम् अतिदेशः इत्यस्मिन् केनचित् अतिदेशसूत्रेण प्रत्ययः निद्वद् अथवा क्विद्वद् भवति वा? आम्, अतिदेशसूत्रेण निद्वद् वा यदि ङित् नास्ति ङित् नास्ति तद् ङित् भवति तदेव खलु। आम् आम्, तदनन्तरं तत्रैव उक्तवन्तः खलु तत्र कश्चन तत्र यक् प्रत्यये परे तु तत्र याके किदाशिषि आम् आं तत्र चित्तम् अस्ति इति कृत्वा अस्य सूत्रस्य प्रसक्ति अवश्यमेकमेव नास्ति तदेव भवन्ति। अस्तु तावदेव शोर्णोः अस्तु। तर्हि सः अग्रे गत्वा अङ्गकार्यम् अस्तु भगिनि, धन्यवादाः भगिनि, शुभाशयः सर्वेभ्यः। अपि च शुभ तैलस्नानं कृतं वा भवद्भिः? हा कृतं भगिनि, ह्यः एव मया इति कृतवती पत्रप्रेषणसमये भवद्भिः अद्य आचर्यते खलु इति मया विस्मृतम्। श्वः करणीयमासीत् न कृतम्, अद्य करणीयमासीत् न कृतम्, ह्यः न कृतम्, अद्य न कृतं, श्वः प्रयतिष्ये, पञ्चदिनपर्यन्तं कर्तुं शक्नुमः। आलस्यं भगिनि, आलस्यं किं वदामिमेव अस्ति भगिनि, अस्माकं अस्माकं तमिळ्नाडुजनानां तु एकदिनात्मकमेव आचर्यते। अस्माकमपि कर्णाटकराज्ये अहं कोङ्कणी कोङ्कणी ऐ बिलाङ्ग् टु कोङ्कणी कम्युनिटि, वयमपि केवलं नरकचतुर्दशदिने एव स्नानं कुर्मः, परन्तु दृक्पञ्चाङ्गे लिखितमस्ति नरकचतुर्दशी तत्र तदा आरभ्य पञ्चदिनपर्यन्तं कर्तुं शक्नुमः, परन्तु अस्माकमेव जनाः शनिवासरे आचरन्ति, क्षम्यतां मङ्गल तत्र शुक्रवासरे आचरन्ति दीपावलिः, किमर्थं कस्मात् पञ्चाङ्गं स्वीकृत्य चान्द्रमान अपि सूर्यमान इति पञ्चाङ्गद्वयमस्ति खलु? मम भ्राता उक्तवान् त्रयस्य भेदः, मम भ्राता उक्तवान् चित्रपटे तत्र टेलिविजन् मध्ये दूरदर्शने दश पण्डिताः तेषां विवादः अभवत्, एकं पञ्च पण्डिता स्वीकृतवान् 31st इस् द लक्ष्मीपूजा, पञ्च नवम्बर् 1st तेषां भिन्नभिन्न इति भिन्नभिन्न पञ्चाङ्गमे स्वीकुर्वन्ति भिन्नपञ्चाङ्गकारणात्, तत्रैव तत्र आन्लैन् मध्ये अपि आसीत् खलु भिन्नभिन्न तत्र यथा अस्माकं पञ्चाङ्गं तदा एव लोकेषु भिन्नभिन्न तत्र पञ्चाङ्गं प्रयुज्यते, मुस्लिम् जनैः तु तत्र भिन्नपञ्चाङ्गस्य प्रयोगः केलेण्डर् प्रयोगः, तेषां तु ऐ थिङ्क् दे आर् स्टिल् इन् इयर् 2014 समथिङ्ग्। अत्र लिखितः अस्ति लिखितमस्ति बिकास् आफ् दि युनीक् अलैन्मेण्ट् आफ् द लूनर् केलेण्डर्, ऐ थिङ्क् अट्लीस्ट् वि आर् इन् इयर् 2081 रैट्? Really, I don't know that. 2081? एतावद अस्ति, अमावास्या बिगिन्स् दिस् इयर् आन् द इविनिङ्ग् आफ् अक्टोबर् 31st एण्ड् इट् एक्स्टेण्ड्स् अण्टिल् द इविनिङ्ग् आफ् नवेम्बर् 1, तदर्थमेव दिवाली दिनद्वयम् अमावास्या दर्पणं, तर्पणं रैट्? पितृतर्पणं क्रियते तर्पणं क्रियते इति कृत्वा वि डिड् इट् यस्टर्डे एण्ड् सम् पीपल् आर् डूङ्ग् इट् टुमारो या आम् आम्